गतवर्गे द्योत्यादिगण इति विषये अस्माकं ऋकारान्तधातूनां चर्चा अभवत्। तर्हि तत्र ऋकारान्तधातूनां तत्र अस्माभिः किं दृष्टं यत् पञ्चधातवः सन्ति ज्योत्यादिगणे, सर्वेषां कृते विशेषकार्यं भवति अभ्यासे, अभ्यासस्य इत्त्वं भवति। ये धातवः छन्दसि नाम वेदे सन्ति तेषां कृते इत्त्वस्य सूत्रमस्ति बहुलं छन्दसि। अपि ये तदनन्तरं केचन धातवः सन्ति ये लौकिकभाषायां सन्ति, यथा भ्रीधातुः अस्ति भ्रियं, तत्र भ्रियां मिस् इति सूत्रेण इत्त्वं भवति श्लूपरे। तर्हि उरस् अपि च उरस् इति सूत्रस्य सूत्रं प्रभाद्य भ्रियामित् इति सूत्रेण इत्त्वं भवति। तदनन्तरं रु धातु कृते अर्ति पिपर्त्योश्च इति सूत्रेण अपि इत्त्वं भवति, नाम सर्वेषां धातूनाम् अभ्यासस्य इत्त्वं भवति, न तु उरस् इति सूत्रेण अत्वं न भवति। तर्हि एतत्तु एकं विशेषः अस्ति। तदनन्तरं तत्र अन्य किमपि विशेषः नास्ति, अधिकविशेषः नास्ति ऋकारान्तधातूनां कृते। तत्र पित् अस्ति चेत् गुणः भवति, अपित् अस्ति चेत् गुणः न भवति, इकोयणचि इति सूत्रेण तत्र केवलं वर्णमेलनं भवति इति अस्ति। अस्तु, तर्हि गतवर्गे भ्रूधातु कुत्र पर्यन्तम् अभवत्? तत्र भ्रूधातोः रूपाणि अभवत् वा? न खलु, कोऽपि स्मरति वा गतवर्गे अन्तिमनिमिषेषु किं किम् अभवत्? हलो, क्षम्यता महोदय, न पठितवान् आसीत्। तत्र मम प्रश्नः अस्ति, भ्रीधातुः अस्ति, तस्य रूपाणि अभवत् वा परस्मैपदी आत्मनेपदी अथवा न? हा, नास्ति अहं चिन्तयामि, अभिप्रायः न कृतमस्ति प्रायः। अहं चिन्तयामि प्रायः अस्तु, तत्र अहं चिन्तयामि अतः अभवत् खलु अभिभः प्राः अत्र अभवत्। तत्र अत्र प्रायः केवलं भ्रीधातुः अस्ति, प्रायः अभवत्। अस्तु अस्तु, इदानीं तर्हि किं कुर्मः, अग्रे गच्छामः। दीर्घरिकारधातुः सन्ति, दीर्घरिकारान्त अत्र अन्तिमभागः अस्ति अस्माकं। दीर्घरिकारधातूनां कृते कथं कार्यं भवति? मीना महोदय पठतु। मीना महोदय अस्ति वा? ऋकारान्तदातवः एकधातुः एव, एक एव ऋकारान्तदातुः अस्ति पृ पालनपूरणयोः, अर्थिपिपत्योश्च ऋधातोः पृ धातोश्च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व इकारादेशो भवति श्लौ परे। अनेन सूत्रेण ऋ पृ अस्ति, तत् अभ्यासस्य इत्त्वं भवति श्लौ इक्स्थितौ स्थिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकमस्ति। इति वार्तिकेन ऋ अर्ति पृ पिपर्ति द्वावपि सुबन्तौ अलोङ्क्यस्य इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः न तु अभ्यासस्य पूर्णस्य। अर्तिश्च पिपर्तिश्च द्वयोर् इत्र इत्र द्वन्द्वः, अर्तिपिपर्तितयोः अर्तिपिपत्योः अर्तिपिपत्योः षष्ट्यन्तं च अव्ययपदम् द्विपदमिदं सूत्रम्। अत्र लोपो अभ्यासस्य यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः ब्रिण्याम् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः निजां त्रयाणां गुण श्लौ इत्यस्मात् श्लौ इत्यस्य अनुवृत्तिः कुत्रापि शब्दं भवति न अहं श्रोतुं शक्नोमि सम्यक् अस्ति। अत्र वयं यदा वयं वदामः अत्र ध्वनिः बहु ध्वनिः अभवत् बहु बहु ध्वनिः अत्रापि न न न भगिनि पठतु इदानीं त्रयाणां गुणः श्लौ इत्यस्मात् श्लौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्थिप्रत्ययोश्च अङ्गस्य अभ्यासस्य इत् श्लौ किं लिखितं ते अस्माकं परिचितं सूत्रमस्ति आशयं वदतु। परिचितं सूत्रम् अर्थि च पिपत्योः निश्चयति सूत्र तत्र धातुद्वयोः किमर्थं रुधातोः महोदय धातु अस्ति खलु रुधातु अस्माभिः गतरविवासरे पठितम् अत्र रु दीर्घरु नास्ति ह्रस्वरु अत्र प्रायः दोषः अस्ति ह्रस्वरु धातु ह्रस्व ऋकारस्य अर् भवति वा आमां गुण भवति रु धातु अस्ति खलु रु योगः स्टिप् रूपं किं भवति न जानामि योगस्य आर् भवति गुण भवति अतः रूपं किं भवति ओ आर् एव पुरन्द्रपरः इति सूत्रेण वा न तत्र सत्यं तत्र रु धातुः अस्ति रु योगः स्टिप् स्टिप् प्रत्ययः अस्ति खलु तत्र दातुयुद्धे स्टिप् प्रत्यये इक्स्टिपौ दातुयुद्धेश इत्यनेन भवति खलु रु योगः स्टिप् स्टिप् मध्ये केवलं ति एव अवशिष्यति इदानीं रु योगः ति प्रत्ययः पित् अस्ति खलु अतः गुणः भवति अर्ति इति अतः अर्ति इति रूपं भवति अर्ति इत्युक्ते किं रुधातु तत्रष्टि प्रत्ययः अस्ति खलु तथैव पिपर्ति पिपर्ति अपि रुधातु अस्ति खलु अर्थिप्रत्ययोश्च अभ्यासस्य इत् भवति श्लौ परे पृ भवति रुधातु अहं किं किं भवति एतादृशं न जानामि न रुधातु कतरविवासरे अभवत् इदानीं केवलं प्रु अस्ति खलु रु इति ह्रस्वरिकारान्त अस्ति प्रु दीर्घरिकारान्त अस्ति अतः अस्माकं दीर्घरिकारान्तविषयः अस्ति इदानीं दीर्घरिकारान्त प्र प्र प्र पिप्र भवति पिप्र इति अङ्गं प्रु प्र प्र प्र तदनन्तरं अर्थिप्रत्ययोश्च अङ्गस्य अभ्यासस्य इत् श्लौ इति सूत्रेण पिप्र भवति किल अग्रे पठतु अत्र लिखितमस्ति प्रु अस्ति तस्य श्लु इति द्वित्वं भवति प्रृ भवति तर्हि उरण् रपरः इति उरत् इति सूत्रं प्रपाद्य अर्थिविपर्त्योश्च इति सूत्रेण किं भवति इकारः भवति पि पृ तर्हि इदानीम् इकारः ऋकारस्थाने आगच्छति अतः उरण् रपरः इति सूत्रेण रेफ् पर्य रेफ् रेफ् रपरः अस्ति अतः पिर्प्रि इति भवति महोदय उरत् इति सूत्रं किं भवति किं करोति महोदय अहं न अवगतम् उरत् सूत्रं वदति यत् अभ्यासस्य ऋकारान्त अभ्यासः अस्ति चेत् तस्य ऋकारस्य स्थाने अकारः भवति रेपसहितम् उरण्ड्रपरः वा तत्तु उरण्ड्रपरः इति सूत्रेण रेपसहितः भवति परन्तु ऋकारस्य स्थाने अकारः भवति, परन्तु तत्प्रबाद्य अर्थिविपर्त्योष्टसूत्रं वदति अकारः न भवति परन्तु इकारः भवति, इकारः भवति, पिप्रि अस्ति. तदनन्तरम् उरण्रपर इति सूत्रेण रेफः अपि आगच्छति, तर्हि पिर्प्रि इति भवति खलु. तदनन्तरं किं भवति, इदानीं प इ रेपः पृ इति अस्ति. इदानीम् अग्रे किमस्ति, हलादिशेष इत्यनेन हलः लोपः रेपस्य लोपः भवति, रेपस्य लोपः वा. आम् पिप्रि बिकम्स् पिप्र इति अङ्गम्, पिप्रि इति अङ्गम् अस्ति. प्रश्नः अस्ति वा? न महोदय. अस्तु, तर्हि सामान्यतया पप्र इति भवति परन्तु उरत् इति सूत्रेण, परन्तु अत्र विशेषसूत्रमस्ति अर्थिविपर्त्योश्च, तत्र पिप्रि इति भवति, पिप्रि. पठामि वा? हा अस्तु, तर्हि इदानीम् अग्रे रघुपतिमहोदय अग्रे पठतु. अत्र उरत् हलादिशेषः तु अस्माकं परिचितं सूत्राणि सन्ति, अग्रे हलादिपित्सु इति. एकवारं हलादिशेषः खलु, तत् अनन्तरं हलादिपित्सु कार्यमस्ति. सार्धात् कार्धात्वयोः इत्यनेन गुणः पिप्र, इदानीं तत्र अङ्गमस्ति पृ इति अस्ति, पिप् पृ पृ, अनन्तरम् अर्तिपिपत्योश्च इत्यनेन इत्, अनन्तरम् इर् इति भवति. इदानीम् अङ्गमस्ति पिप्र इति अङ्गं, पिप्र इति अङ्गं, पिप्रुयोगति, इदानीं तत्र सार्धादेवतेन गुणः भवति पिपर्ति इति. अजादिपित्सु, अजादिपित्सु गुणः भवति सार्धात्क आर्धात्कयोः इत्यनेन पिप्रयोग आनि, इति लोटि अस्ति पिप् अस्ति, अतः पिप्रयोग आनि. अत्र पिप् अर् इति भवति पिपराणि, अनन्तरम् अट् कुप् वाङ्गं व्यवाय अपि तरणत्वं पिपराणि इति. हलादिपित्सु, हलादिपित्सु अन्यकार्यमस्ति उदोष्टपूर्वस्य इत्यनेन उकारादेशः भवति, न तु भिन्नसूत्रेण भवति. अनन्तरम् उकारादेशः भवति, अत्र उरन् रपरः इत्यनेन रपरत्वं, यदा रपरत्वं भवति हलिच इत्यनेन उपादायाः उकारस्य उकारस्य दीर्घत्वं भवति. पिप्र योगतः इदानीमत्र अत्र पिपुर् योगतः उरण्डप उदष्ट उकारादेश पिपुर्तः पिपूर्तः इति भवति दीर्घं भवति हलिचैत्यनेन. अग्रे अजादिपित्सु, अजादि अपित्सु अत्रापि उदोष्टपूर्वसित्यनेन उकारादेशः उरण्डप इत्यनेन रपरत्वम्, अनन्तरं पिप्र योग अति, अत्र पिप्रु योग अति. इदानीं तत्र किं भवति, अत्र ऋकार अस्ति, अतः एकवारं पिपुर् पिप्रु हा उत्तमं खलु. अस्तु, पिपुर् इति पिपुर् योग अस्ति, केवलं वर्णमेलनं पिपुर् अति इति भवति. अत्र पश्यतु, पित् अस्ति चेत् सामान्यतया साधातु आधातुकयोः इति सूत्रेण गुणः भवति, तत्र तु किमपि नास्ति. इदानीं यत्र गुणः न सम्भव गुणः यत्र भवितुं न शक्नोति, तत्र यदा अपि प्रत्ययः अस्ति तर्हि दीर्घऋकारान्तधातोः सामान्यतया स्थितिः कीदृशी भवति, कोऽपि स्मरति वा? यत्र गुणः न भवति तत्र दीर्घऋकारान्तधातोः स्थितिः का भवति, केन सूत्रेण भवति, अस्माभिः पठितमस्ति. किं महोदय? यत्र दीर्घऋकारान्तधातोः गुणः न भवति तत्र दीर्घऋकारान्तधातोः स्थितिः कीदृशी भवति, तत्र ऋकारस्य स्थाने आदेशः कः भवति? अत्र अन्य एकवारं तत्र अस्ति महोदय, तत्र किं भवति, इकारः भवति वा, किमपि अस्ति एकवारं, इकारः महोदय, एकवारं तत्र ऋत इत् धातोः, ऋतधातोः तर्हि किमस्ति, सामान्यतया यदा ऋकारस्य तत्र अष्टाध्यायम् उद्घाटयति, तत्र पेज् 121 अस्ति, सूत्रसङ्ख्या 7100, सूत्रं किमस्ति? किं जि किं किं 7.1 प्रथमाध्यायस्य प्रथमपादस्य धातोः इति अस्ति महोदय, ऋतः धातोः इत् नाम दीर्घ ऋकारान्तधातोः इत्त्वं भवति, तर्हि वस्तुतः सूत्रं वद कुत्रापि निमित्तं न वदति, सर्वत्र कार्यं करोति, परन्तु यत् यत्र प्रसङ्गः अस्ति तत्र परत्वात् सार्वधातुकार्हतयोः कार्यं करोति, अतः पित् प्रत्ययः अस्ति चेत् गुणः भवति, आहत्य पित् नास्ति चेत् तत्र दीर्घरिकारस्थाने इकारः भवति ऋत इति धातुः। तदनन्तरं तस्मात् अग्रिमसूत्रं किमस्ति? पुनः उपधायाश्च, इदं सूत्रमपि अस्माभिः पठितं, तस्य अर्थं किमस्ति? उपादायात् ऋत इत्यस्यपि उपादायमपि इत् भवति इति अस्ति, न केवलम् अन्ते परन्तु उपधा मध्ये अपि दीर्घरिकारः अस्ति चेत् तस्य इत्त्वं भवति, यथा धातुः अस्ति कृत् कृ दीर्घरिकारः त् तस्य दीर्घरिकारस्थाने किर् किर्त् भवति, किर्त् उपधायाश्च इति सूत्रेण अस्माभिः चुरादिगणे तस्य पाठे अस्माभिः पठितम्, तर्हि किर्त् इति भवति, तर्हि नाम दीर्घरिकारः यदि धातोः अन्ते अपि च उपधायाम् अस्ति चेत् तस्य ऋकारस्य इत्त्वं भवति इति अस्ति। तदनन्तरम् अग्रिमसूत्रं किमस्ति? उदोष्टपूर्वस्य इति, सारि आम् उदोष्टपूर्वस्य, तर्हि उदोष्टपूर्वसूत्रं किं वदति, यत् ऋकारात् पूर्वं यदि ओष्ठवर्णः अस्ति, ऋकारात् पूर्वं यदि ओष्ठवर्णः अस्ति तर्हि तस्य ऋकारस्य इत्त्वं न भवति अपि तु उत्त्वं भवति, ह्रस्व उ। ओष्ठवर्णः इत्युक्ते किम्? ओकारः, ओष्ठकारः अपि अस्ति खलु, अकारः अपि च अकारः वकारः नाम ऋकारात् पूर्वं यदि वकारः अपि च अथवा पवर्गः अस्ति चेत् तत्र ऋकारस्य इत्त्वं न भवति अपि च उत्त्वं भवति, अतः अत्र पिप्रु अस्ति खलु, अत्र ऋकारान् धातुः अस्ति, ऋकारात् प्राक् पवर्णः अस्ति, ओष्ठ्यः अस्ति, अतः उदोष्ठ्यपूर्वस्य इति सूत्रेण ऋकारस्य स्थाने उकारः भवति, पिपु योगः। वार्तिकमपि अस्ति खलु जि, इत्वोत्वाभ्यां गुणवृद्धिः विप्रतिषेधेन, गुणवृद्धिः इत्वोत्वाभ्यां गुणवृद्धिः विप्रतिषेधेन इति गुणवृद्धिः एतत् तत्र न भवति, इत् उत् एतदेव एतत् सूत्रेण भवति इति वक्तव्यपूर्वस्य। ऋकारस्थाने उकारः भवति पिपु, इदानीं ऋकारस्य स्थाने यदा कदापि अ इ उ आगच्छतः तर्हि केन सूत्रेण तत्र अग्रकार्यं भवति? किञ्चित् किञ्चित् यदा ऋकारस्य स्थाने अवर्णः इ वर्णः उ वर्णः कोऽपि आगच्छति तर्हि किं सूत्रं कार्यं करोति? उरण्परः. तर्हि उकारः यत् अस्ति तत् रपरः अस्ति, अतः पिपु न पिपुर् भवति, पिपुर्योगः तः. इदानीं पिपुर्योगः तः इति स्थितिः अस्ति. अतः अग्रे तदनन्तरम् एकं सूत्रमस्ति हलि च. इदं सूत्रमपि अस्माभिः पठितमस्ति, हलि च. सूत्रं किं भवति, कोऽपि अवगच्छति वा? अग्रे अस्ति खलु, दीर्घः भवति रेफस्य, रेफस्य यत् हलि हलु परे लेफ् अस्ति चेत् तत्र रेफः वकारान्त इकार इकवर्णस्य दीर्घः भवति इति. तर्हि यदि धातुः अस्ति, धातोः अन्ते रेफ् अथवा वकारः अस्ति, अत्र पिपुर् अस्ति खलु, तस्य अन्ते रेफः अस्ति, तस्य अनन्तरं तस्मात् अनन्तरं यदि हल् वर्णः अस्ति, हल् वर्णः अश्वर्णः न, तर्हि हल् वर्णः अस्ति चेत् धातोः उपदामध्ये यत् इकवर्णः अस्ति तस्य दीर्घं भवति. अतः पिपुयोगः तः, अत्र धातोः अन्ते रेप् अस्ति, तस्मात् अनन्तरं हल् वर्णः अस्ति, तस्मात् प्राक् उकारः अस्ति उपधायाम्, अतः तस्य उपधायाः दीर्घः भवति, अतः पिपूर्तः इति भवति, पिपूर्तः. परन्तु अजादिप्रत्यये परे अस्ति चेत् हलिचकार्यं न करोति, यतोहि इदानीं रेफवर्णात् अनन्तरं रेफवर्णस्य अनन्तरं किम् अस्ति, अच्वर्णः अस्ति, अतः तत्र दीर्घत्वं न भवति, अतः पिप्रुयोगः अति, पिपुर्योगः अति, पिपुरति इति भवति. सर्वे आगच्छन्ति वा? आम् जि. अस्माकं वस्तुतः पठितं सूत्रमस्ति, सूत्राणि सन्ति अस्माभिः पूर्वे दिवादि सूत्राणि बहूनि सूत्राणि सन्ति. आं तदस्ति, परन्तु नूतनानि नूतनानि सूत्राणि न सन्ति इति अहं वदामि. अस्तु, तर्हि इदानीं विजि महोदय उदोष्ठपूर्वस्य सूत्रम् एकवारं पठतु. सूत्रं किं वदतु? उदोष्ठपूर्वस्य ओष्ठ्यपूर्वस्य ऋकारान्ताङ्गस्य ऋकारस्य ह्रस्वः उकारादेशो भवति, येन विधिः तदन्तस्य इत्यस्य सहायेन तदन्तविधिः. अतः तादृशम् अङ्गं यस्य अन्ते ऋकारः अस्ति, न तु ऋकारः इति अङ्गम्. अलोन्तस्य इत्यनेन अङ्कान्तस्य वर्णस्य कारणे उदादेशः, न तु अङ्गस्य पूर्णस्य. ओष्ठ्यः भवर्गीय ओष्ठ्योः भवः ओष्ठ्यः महोदय भवत्याः ध्वनिः न आगच्छति. इदानीं महोदय इदानीं सम्यक् प्रथमान्तम् ओष्ठ्यपूर्वस्य षष्ट्यन्तं द्विपदमिदं सूत्रं ऋत इद् धातोः इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत्. किं लिखितम्? ऋकारस्य ओष्ठ्यपदं चेत् इत्युक्ते पवर्गः पवर्गाः वर्णाः तदनन्तरम् ओष्ठि पवर्गीयवर्णाः तदनन्तरम् ओष्ठ्य ओष्ठ्यवर्णाः ओ ओ इति अपि अस्ति किल महोदय? तस्मात् पूर्वं तत्र रुवर्णः खलु, तस्य तस्मात् प्राक् व्यञ्जन एव भवितुं शक्यते, पवर्ग अथवा वकारः पूर्वं ऋकारस्य ह्रस्व उकार आदेशो भवति. तर्हि ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत् नाम ऋकारान्त अङ्गमस्ति, तत्र ऋकारात् पूर्वम् ओष्ठवर्णः अस्ति यथा कवर्ग वकारः, तदा उकारस्य उत्वं भवति न तु इत्व भवति. आम् अस्तु, अङ्गस्य अन्तिमवर्णस्य आदेशः भवति. अन्तिमवर्णस्य आदेशः भवति उकारः. उकारः इति ऋकारस्थाने निमित्तम् ओष्ठपूर्वम् ओके महोदय. पूर्वनिमित्तमस्ति ओष्ठवर्णः उरन्परः परिचयस्थाने अण्परः इति हलीच हलिपरे रेपान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितिः इक् वर्णः दीर्घो भवति. हलिसप्तं यन्त्रं च अव्ययपदं द्विपदमिदं सूत्रम् इपधातो रुवा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रोरुपदाया दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः येन विधिस्तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः अतः व्रोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारस्य तेषामपि ग्रहणम् फलित व्रोः धातोः उपदायाः बहु ध्वनिः अस्ति किल मम पार्श्वे तद्स्थाने नेट्वर्क् प्राब्लम् अस्ति भगिनि. अत्र खलीपरे रेपान्तः वकारान्तानां धातूनाम् उपधायस्थितः इक् वर्णः दीर्घो भवति. निमित्तं खलीपरे किल रोहो इति धातूनां अन्ते रेपकः अस्ति चेत् अथवा वकारः अस्ति चेत् तत्र वर्णः इक् वर्णः दीर्घः भवति. उपादायाः इक् दीर्घः भवति. सत्यं कोऽपि तस्य प्रश्नः अस्ति वा? अत्र रेपः वकारः उपधायां स्थाने अस्ति किल महोदय? रेपवकारः धातोः अन्ते धातु अस्ति धातोः अन्ते रेपवकारः लिखितमस्ति खलु रवोः धातुः. रवोः धातुः इत्युक्ते रेपान्तं वकारान्तं धातुः. तस्मात् पूर्वं तस्मात् अनन्तरं हल् वर्णः तस्यां तस्मात् पूर्वम् उपधायाम् इक् वर्णः तर्हि इक् वर्णस्य दीर्घं भवति. दीर्घः भवति. अवगतं भवति. पितृः योगः तः उदोश्च पूर्वस्य इत्यनेन उकारादेशः पुरन् रपरः इत्यनेन रपरत्वं पिपु योगकर्तः हलीच इत्यनेन उपधायाः दीर्घः भवति. पिपूर्तः इति पिप्रुयोगकर्तः प्रथमसूत्रम् ओदोष्ट्यपूर्वस्य इति इदानीमेव दृष्टं किल महोदय. ओष्ट्य वर्णस्य पूर्वम् अत्र प्राकारः अस्ति अतः प्रस्तकारः आदेशः भवति किल महोदय? किमपि न अतः पिपु इति भवति. ततः उरण्ड्रपरः इति सूत्रेण पिपुर् इति तदनन्तरं हली च इति सूत्रेण उपधाया अस्ति उ तस्य दीर्घः भवति पिपु इति अतः पिपूर् योगकर्तः पिपूर्तः इति रूपं भवति. आगच्छन्ति वा पिपूर्तं कथं भवति? महोदय उदोष्ट्यपूर्वस्य इति सूत्रं मया न अवगतं महोदय. न उदोष्टपूर्वसूत्रं वदति धातुः अस्ति ऋकारान्धातुः अस्ति दीर्घऋकारान्धातुः अस्ति तस्मात् पूर्वं ऋकारात् पूर्वं यदि ओष्ठवर्णः अस्ति नाम पवर्गः पवर्गीयवर्णः अथवा वकारः तत्र ऋकारस्य स्थाने उकारः भवति सामान्यतया ऋकारस्थाने इत्वं भवति ऋत इति धातुः इति सूत्रेण परन्तु ओष्ठवर्णः पूर्वम् अस्ति चेत् ऋकारस्य स्थाने उकारः भवति अवगच्छति वा मीना महोदय पिप्रे पिप्रे इति ऋकारदधातु ओष्ठ्यपूर्वमस्ति तस्मात् ओष्ठ्यपूर्वमस्ति ऋकारस्य स्थाने उकारः भवति ओ पिप्र पिप्र भवति पिपुर् पिपुर् भवति पिपुर् रेपत्वं उरेन्द्रपरे प्रथमं पिप्पु भवति अनन्तरम् उरेन्द्रपरे पिपुर् इति भवति पिपुर् इति भवति हनि चेत्यनेन उपधायाः दीर्घतुं पिपूर्तः अद्य अद्य इदानीम् अवगतं महोदय इदानीम् अग्रे लङ्लकारे अस्माभिः वस्तुतः पठितं कार्यं लङ्लकारे किं भवति तत्र पठ्यतु अस्माभि यथा ह्रस्वरिकार ऋकारधातोः अनन्तरं यत्र भवति तथा अत्र अपि भवति अपि अपिप्रयोगः त अस्ति खलु सार्वधातुक आर्धातुकयोः इति सूत्रेण सूत्रेण अपिपर्योगः त भवति गुण कृत्वा इदानीं किम् अस्ति धातोः अन्ते अस्ति रेफः तस्मात् अनन्तरम् अस्ति तकारः नाम हलन्ध धातुः अस्ति हलन्ध धातु तस्मात् अनन्तरम् एकवर्णः प्रत्ययः अस्ति तकारः अतः किं भवति अस्माभिः गतरविवासरे पठितम् यदि धातु हलन्तम् अस्ति हलन्तः अस्ति कस्य लोपः भवति अपिपर्योगः स भवति धातु अस्ति हलन्त अनन्तरम् अपृक्तप्रत्ययः अस्ति अपृक्त इत्युक्ते किम् एकालवर्णः अस्ति तकारः अथवा तस्य लोपो भवति तकारस्य हल् नाभ्यो दीर्घात् द्विचिपृक्तं हल् अतः अपिपर् इति एव भवति तदनन्तरं रेफस्य स्थाने किं भवति अपिपर् इति अस्ति अन्ते रेफवर्णः अस्ति अभवत् खलु अपिपर् अस्ति इदानीं विसर्गः भवति अपिपः इति भवति यथा तत्रैव अत्र अपि भवति विसर्गः इति भवति तदनन्तरं लङ्लकारस्य प्रथमपुरुषस्य बहुवचनप्रत्ययः अस्ति उः उः अस्ति चेत् किं कार्यं भवति अस्माकं परिचितम् अस्ति उः प्रत्ययः अस्ति जुषिच इति सूत्रं किं कार्यं करोति जुषिच इति सूत्रं तत्र गुणः भवति उः परे अजादि जुस् प्रत्यय परे गुणः भवति तर्हि इदं सर्वम् अस्माकं परिचितम् इदानीं नूतनं केवलम् अस्ति उदोष्टपूर्वस्य हलि च दीर्घरिकान्धातुः अस्ति ओष्ठपूर्व अस्ति अतः उदोष्टपूर्वसूत्रेण उकारः भवति तदनन्तरं हलि च इति सूत्रेण दीर्घं भवति अस्तु इदानीं पृ धातुः अस्ति परस्मैपदी अस्ति तस्य रूपाणि वयं कुर्मः इदानीं तर्हि विजया महोदय रु धातु परस्मैपदी लट् लकारः रूपं करोतु, रूपाणि करोतु। आन्तु तत्र एतत् पृ पालनपूरणयोः परस्मैपदी धातुः पिप्रु इति भवति, पिप्रु इति अङ्गं भवति, पिप्रु इति अङ्गं भवति। तत्र एतत् प्रथमं सार्वधातुक आरधातुको इति सूत्रेण पिपर् भवति खलु, पिपर् भवति। अनन्तरं ति तितः अन्ति पिपर् भवति, पिपर् योगः ति योजनेन पिपर् ति इति भवति प्रथमपुरुष एकवचनम्। अनन्तरं द्विवचनं तत्र पिपर् इति पूर्वरूपेण अस्ति, पिपु एकनिमिषं चेत् तत्र तः इति अस्ति, सीतः तः इति अस्ति, तः तत्र उदोप्यश्च पूर्वस्य इति सूत्रेण उकारः आदेशः भवति। अनन्तरं विजयमहोदय मम प्रश्नः कः अस्ति, सः प्रत्ययः अपि अस्ति वा अपि तस्य सः इति हलन्त्यम् अपि तत् अस्ति खलु, अपि तस्ति अतः गुणः भवति न भवति वा, गुणः न भवति, गुणः न सार्वधातुकम् अपि तस्ति अतः गुणः न भवति, गुणः न भवति, यत्र गुणः न भवति तत्र सः सूत्रं किं सूत्रं कार्यं करोति, हलीच इति सूत्रं कार्यं करोति, हलीच सूत्रात् प्राप् किमस्ति एतत् उदोष्टव्यपूर्वसि इति सूत्रं सूत्रेण एतत् उकारः भवति, अनन्तरं हलिच इति सूत्रेण रस उकारस्य स्थाने दीर्घ उकारः भवति, न मध्ये मध्ये एकं कार्यमस्ति खलु उरण्परः, उरण्परः इति सूत्रेण दीर्घं भवति पिप्रु इति सूत्रेण दीर्घं कथं भवति महोदय, उरण्परः इति सूत्रेण यद् उकारः अस्ति प्रथमं तु उदोष्टपूर्वस्य इति सूत्रेण उकारः आगच्छति रेफस्य हरिकारस्य स्थाने पिपु योगः कः, तदनन्तरम् उकारः अस्ति रेफं स्थाने पिपुर् इति भवति जि, पिपुर् इति भवति जि अत्र, तदनन्तरं हलिच इति सूत्रेण दीर्घं भवति, हलिच इति सूत्रेण दीर्घं भवति, अनन्तरं पिपूर् इति अस्ति तः मेलनेन पिपूर् तः इति भवति, अनन्तरं तत्र अति इति भवति, अति इति भवति अन्तिस्थाने अति इति भवति, तत्र पूर्वमेव सिद्धरूपेण अस्ति पिप्रु इति अस्ति अन्तिस्थाने अति इति भवति, एतत् सार्वधातुकम् अपित् अस्ति अतः गुणकार्ये निषेधः अस्ति, उदोभ्यस्तपूर्वसि इति सूत्रेण उपारः भवति पिपूर् इति भवति, अति योजनेन पिपुरति इति भवति वर्णमेलनम् अत्र भवति वा उकारस्य, उकारस्य उकारः दीर्घं भवति वा, उकारः दीर्घं न भवति, किमर्थं किमर्थं चेत् तत्र उदोप्यस्य पूर्वस्य इति स्थाने तत्र उकारः एव अस्ति खलु, पिपूर्तः मध्ये तु दीर्घं भवति खलु, आम् अत्र अजादि अजादि अत्र प्रत्ययः हजादि अस्ति खलु, अत्र फलीच इति सूत्रं कार्यं न करोति, समदीर्घं न भवति, पिपुरति इति एव भवति. अग्रे अग्रे मधुमपुरुषे एकवचनं महोदय, अन्तिमरूपं किं, पिप्रति पिपूर पिपूर पिपूरति पिपर्ति पिपूर्तः पिपूरति पिपूरति न पिपूरति न पिप्रति न न पिपूरति पिपूरति उकारः आगच्छति खलु उदोभ्यस्तेन अतिमेलनेन पिपूरति इति अस्ति. अनन्तरं मध्यमपुरुषे एकवचनं सि अस्ति, तादृशमेव तत्र पिप्रु इति सिद्धरूपेण अस्ति. अनन्तरं सि अस्ति सार्वधातुको आरोधातुको योग इति सूत्रेण पिपर् इति भवति, पूर्वमेव वयं दृष्टवन्तः पिपर् इति अस्ति. सि स्थाने आदेशप्रत्ययोः इति सकारस्य स्थाने मूर्धन्य सकारः आगच्छति, अथवा पिपर् षि इति रूपं निष्पन्नम्. अनन्तरं सः अस्ति, अतः तत्रापि उदोव्यस्य पूर्वस्य इति स्थाने पिपुर् इति अस्ति. अनन्तरं हलीच इति सूत्रेण उकारः दीर्घं भवति, पिपुर् इति भवति. अनन्तरं सः अस्ति, पिपूर्तः इति भवति. अनन्तरं तत्र पिपूर् पिप्रु अस्ति, सः मेलनेन पिपूर्तः इति भवति. हलिच इति सूत्रेण पिपूर् इति भवति, सः मेलनेन पिपूर्तः इति पिपूर्तः इति भवति. अनन्तरं नियोजनेन पिप्रु इति सिद्धरूपेण अस्ति, नियोजनेन तत्र सार्वधातुक आर्धधातुकयोः इति सूत्रेण अर् आदेशः भवति प्रथमं, पिपर् इति भवति, मि योजनेन पिपर् मि इति भवति. अनन्तरं कथं कुत्र द्विवचनं तत्रापि पिपुर् इति पूर्वं भवति उदोभ्यस्य पूर्वति इति सूत्रेण. अनन्तरं हलिच इति सूत्रेण पिपु इति रस्व उकारः स्थाने उकारस्य स्थाने दीर्घ उकारः आगच्छति, पिपूर् इति भवति. अनन्तरं तत्र वः अस्ति, तत्रापि तत्र कार्यं किमपि नास्ति, पिपूर् इति अस्ति चेत् वः मेलनेन पिपूर् वः इति अस्ति, तादृशमेव पिपूर् मह इति अस्ति. आहत्य पिपर्ति पिपूर्तः पिपुरति, पिपर्षि पिपूर्तः पिपूर्त, पिपर्मि पिपूर्वः पिपूर्मः इति अन्तिमरूपं निष्पन्नं. धन्यवादः. आगच्छन्ति वा? मदर महोदय लोट्. आं महोदय, लोट् लकारः अङ्गमस्ति, पिप्रु योगः तु गुणः भवति, अतः पिपर्तु पिपर्तु अन्यत् रूपं पिप्रुतात् न महोदय, अत्र अपित् अस्ति, अलादि अपित् अस्ति, अतः पिप्रूतात् न अपित् अस्ति. किं विकारस्थाने किं भवति? उकारः भवति उदोष्ट्यपूर्वस्य इति कारणेन अतः पिपु पिपुर् इति उरन्रपः इति रेपः पिपुर् योगः तात् अली च इति सूत्रेण उपधादीर्घ भवति पिपु पिपुर्तात् पिपुर्तां तावदेव पिपुर् पिपुर्ता सम्यक् भवति पिपुर्ताम् पितृ योगः अतु अत्र उदोष्य पूर्वस्य इति सूत्रेण पितुः योगः अतु तदनन्तरं पितृ पुरन्द्रः पिपुर् पिपर् योगः तु पिपरतु पिपुरतु आम् आम् उकारः भवति उदोष्य पूर्वस्य इति कारणेन पिपुरतु पिपुरतु पिप्रु योगः हि पिप्रु पिपु उकारः भवति उदोष्यपूर्वस्य इति कारणेन तदनन्तरं रेपः भवति पिपुर्योगः हि आम् पिपुर् पिपुहि दीर्घम् अथवा ह्रस्वं दीर्घं केन सूत्रेण हलि च इति सूत्रेण पिपुर्हि पिपुर्हि पिपुर् पिपुर्तात् अन्यत् पिपूर्तं पिपूर्त पितृयोगः आणि पिपु पिपुर्योगः आणि पिपुराणि पिपुराणि गुणः भवति महोदय वित् अस्ति अतः पिपराणि पिपराणि पिपराणि पिपराव पिपराम अग्रे मीना महोदय लङ् इत्येव प्रत्ययाः अट् भवति प्रथमे पुं लङ् लिङ् शु इति सूत्रेण अपिपृ हलादि पिच् अस्ति अपिपर् पिपर् इति लोपः भवति किल इति लोपः सूत्रेण दीर्घाति पृक्तं हल् इति सूत्रेण इति लोपः अपिप् प्रह अपिप्र इति लोपः अपिपर् गुण भवति अपिपर् अपिपः अपिपः अपिप्र अपिप्र ताम् अपिपृतामेव अपिपृताम् अत्र किं गुणः न भवति अतः किं भवति गुणः न भवति हलिचे इति सूत्रेण दीर्घं भवति हलिच इति सूत्रात् प्राक् किम् हलिचेत् सूत्रात् प्राक् उदोष्टपूर्वस्य दोष्टपूर्वस्य इति सूत्रेण अपिपर् ताम् अपिपुर्ताम् तदनन्तरं हलिच इति सूत्रेण दीर्घम् अपिपूर्ताम् अपिपूर्ताम् तदनन्तरम् उः भवति अपिपृ उः अत्र अपित् अजादि अपित् अस्ति उकार उः इति प्रत्ययस्य कृते विशेषकार्यमस्ति खलु इति नूतनसूत्रमस्ति वा जुसि च इति सूत्रेण गुण भवति किल अपिपर्तम् अपिपुः अपिपरुः अपिपरुः इस् अपिपृ इस् लोपः हल् हल् निभ्यो दीर्घ अपृतः अपृत लोपः अपिपृ अपि अपिपृतं न भवति अत्र गुणं न भवति तम् एव यत्र कुत्र गुणः न भवति तत्र ऋकारं धातोः स्थाने इत्वं भवति ओष्ठवर्णपूर्वमस्ति चेत् उकार भवति अपिपूर्तम् अपिपूर्तं दीर्घम् अपिदीर्घ हलीच इति सूत्रेण दीर्घ भवति अपिपूर्तम् अनन्तरम् अपिपूर्त समान सम्यक् रीत्या अपिपूर्त अपिपूर्त अम् इति अजादि पित् अस्ति अपिपरम् अपिपूर्व अपिपूर्व सत्यम् अग्रे अग्रे कः अस्ति विधि महोदय इतीतां युः इहितम् इत इयम् इव इम पिप्रु तदनन्तरं भगिनि एतत् युगो इत्यादिकं अतः अनदन्तम् अस्ति युव इव नास्ति यात् यावयामः धन्यवादः भगिनि यात् यातां युः याः यातं यात यां याव याम ओ पिप्रु पिपर् इति आगच्छति तदनन्तरं हलादिषु अपित्सु इति कारणेन उदोष्ट्यपूर्वस्य इति उकारादेषु तदनन्तरं उरन् रपरग इति उरन् रपरग इति अत्र रपत्वं रपरत्वं पिप्रु पिप्रु योगः यात् अत्र पिपुर् योगः तदनन्तरं हलीच इति सूत्रेण उकारस्य दीर्घो भवति. अतः किं रूपं पिपुर् यात् पिपुर्याता पिपुर्युः पिपुर्याः पिपुर्यातं पिपुर्यात्त पिपुर्यां पिपुर्याव पिपुर्याम इति. सत्यं. धन्यवादः महोदय. तर्हि इदानीं जुहोत्यादिगणे अजन्तधातूनां चर्चा समाप्ता. तस्यापि प्रश्नः अस्ति वा? नास्ति जि. अस्तु, तर्हि इदानीम् अग्रिमकरपत्रमस्ति. अग्रिमकरपत्रं कृपया उद्घाटयन्तु सर्वे. तत्र ई पत्रे अपि मया प्रेषितम्. इकारान्ताम् उकारान्तानां च अङ्गानाम् अजादि अपित्सु समग्रं चिन्तनम्. तर्हि इदानीं पर्यन्तम् अस्माभिः यत् किं यत् पठितं, यत्र यत्र अजादि अङ्गम् अत्र यत्र यत्र इकारान्तम् अथवा उकारान्तम् अङ्गमस्ति तत्र पित् प्रत्ययः परे अस्ति चेत् किं भवति? गुणः भवति. केन सूत्रेण? किञ्चित् इकारान्त उकारान्तम् अङ्गं यत् अस्ति तस्मात् अग्रे यदि पित् प्रत्ययः अस्ति तर्हि किं कार्यं भवति? गुणकार्यं. केन सूत्रेण? केन सूत्रेण गुणकार्यं भवति? एकमेव सूत्रमस्ति गुणकार्यम्. चिन्ता किमर्थं एतादृशम् चिन्तनम् इदानीं तत्र सम्यक् नास्ति. गुणकार्य पित् प्रत्ययः अस्ति, गुणकार्यं भवति. केन सूत्रेण? सार्वहतुकार्थ. तत्र कोऽपि स्वपीति अपि अत्र इदानीं वक्तुं शक्नोति सार्वहतुकार्थतुकयो. अस्तु, त इदानीं पित् प्रत्ययः अस्ति चेत् गुणकार्यं भवति. हलादि अपित् अस्ति चेत् निति च इति सूत्रेण गुणकार्यं न भवति. तत्र सामान्यतया किमपि कार्यं न भवति, केवलं वर्णमेलनम्. परन्तु अजादि अपित् अस्ति चेत् भिन्नभिन्नकार्याणि भवितुं शक्नुवन्ति. तर्हि अजादि अपित् अस्ति चेत् कार्याणि कथं भवन्ति तस्य अत्र समग्रा दृष्टिः अत्र लिखिता अस्ति. एकवत् रिविजन् इति चिन्तयतु. तस्मात् पूर्वम् एकमस्ति यत् अत्र करपत्रे नास्ति, तद् अहं वक्तुम् इच्छामि. अत्र करपत्रे लिखितमस्ति इकारान्त उकारान्त धातुः अस्ति चेत् किं भवति. परन्तु इकारान्त उकारान्त धातुः नास्ति. यदि आकारान्त अङ्गम् अस्ति चेत् किं भवति? आकारान्तम्. इदानीम् अस्माभिः किम् अस्माभिः अजादि अङ्गम् अस्ति चेत् कार्यं कथं भवति इति अस्माभिः दृष्टम्. अजन्तम् अङ्गम् अस्ति चेत् अस्माभिः सर्वाणि कार्याणि अस्माभिः दृष्टानि. तत्र प्रथमं तु अङ्गम् अदन्तम् अस्ति चेत् किं भवति? अदन्तम् अस्ति चेत् अस्माभिः दृष्टं यत् तत्र रघ्वादिगणे, दुधादिगणे, दिवादिगणे, चुरादिगणे अङ्गम् अदन्तम् अस्ति. अदन्तम् अस्ति चेत् तस्य कार्याणि कथं कथं भवन्ति इति अस्माभिः सर्वप्रथमं दृष्टं. तत्र तस्य भिन्नकार्याणि सन्ति, प्रत्ययः अपि भिन्नाः सन्ति. तत्तु अस्माभिः दृष्टं वादिगणे, चुरादिगणे, दिवादिगणे, दुरादिगणे. तदनन्तरम् अङ्गम् अजन्तम् अस्ति परन्तु अनदन्तम् अस्ति, नाम आकारान्त इकारान्त उकारान्त ऋकारान्त अस्ति चेत् किं भवति? तर्हि इदानीं प्रथमं तु वयं द्रष्टामः आकारान्तम् अङ्गम् अस्ति चेत् किं भवति. आकारान्तम् अङ्गम् इदानीम् आकारान्तम् अङ्गम् अस्ति चेत् किं भवति? सामान्यतया किमपि न भवति. आकारान्तम् अङ्गम् अस्ति चेत् अजादि अपित् प्रत्ययः अस्ति चेत् अथवा कोऽपि अजादि पित् अपित् कोऽपि प्रत्ययः अस्ति चेत् केवलं वर्णमेलनं भवति, अत्र किमपि कार्यं न भवति. परन्तु कुत्रचित् आकारान्तम् अङ्गम् अस्ति चेत् नूतनकार्याणि भवन्ति. कोऽपि जानाति वा, स्मरति वा किं भवति? आकारान्तम् अङ्गम् अस्ति चेत् सामान्यतया केवलं वर्णमेलनं, परन्तु कुत्रचित् भिन्नभिन्नकार्याणि भवन्ति। कोऽपि स्मरति वा आकारान्त अङ्गं तदनन्तरं सार्वधातुकप्रत्ययः अस्ति चेत् किं भवति? न अङ्गकार्यं नामित्तु तत्र अभ्यासे अस्ति। अत्र आकारान्तम् अस्ति, कुत्रचित् विशेषकार्यं भवति। कोऽपि स्मरति वा अष्टाभ्यस्तवराताय तत्र ईलेगो इति अस्ति खलु? बहु सम्यक्। तत्र अष्टाध्यायम् उद्घाटयतु एकवारं, 64111। सूत्रं किमस्ति? 64112 स्नाभ्यस्तयो रातः। तर्हि सामान्यतया आकारान्तम् अस्ति चेत् केवलं वर्णमेलनमस्ति, परन्तु बहुत्र अन्यकार्यं भवति। तर्हि स्ना नाम क्रियादिगणस्य अङ्गमस्ति चेत्, क्रियादिगणस्य स्ना प्रत्ययान्तङ्गमस्ति अथवा अभ्यस्त अङ्गमस्ति चेत् किं भवति? आकारस्य लोपः भवति। तस्मात् पूर्वं स्नाभ्यस्तयो रातः इति सूत्रेण स्ना प्रत्ययान्त अङ्गमस्ति अथवा अभ्यस्त अङ्गमस्ति आकारान्तं, तस्य आकारस्य लोपः भवति, आकारस्य लोपः भवति। अस्तु अग्रे अग्रिमसूत्रं किम्? ईहल्यगोः इति सूत्रेण ईकारः भवति अकारस्य स्थाने। कुत्र कदा भवति ईकारः? हलिपरे। हलिपरे अपि च कित्नित् अलादि प्रत्यय अपि च अगोः नास्ति। तर्हि अभूधातु अस्ति अपि च आकारान्तम् अस्ति स्नाप्रत्ययान् अपि च अभ्यस्त आकारान्तधातु अस्ति चेत् तस्य अनन्तरं यदि हलादि कित्नित् सार्वधातुकप्रत्ययः अस्ति चेत् अभूधातु अस्ति तर्हि तस्य आकारस्य दीर्घ इकारः भवति। स्नाप्रत्ययान्त अङ्गम् अपि च अभ्यस्तसंज्ञक आकारान्तधातु अस्ति, तस्मात् अनन्तरं यदि ईकार हलादि कित्नित् सार्वधातुकप्रत्यय परे अस्ति तस्य आकारस्य स्थाने ईकारः भवति। तर्हि आहत्य हलादि अस्ति चेत् ईकारः, अजादि अस्ति अपि च भूधातु भूसंज्ञकधातु अस्ति चेत् किं भवति? तदेव अष्टाभ्यस्तवरातः इत्यनेन केवलं तदेव अस्ति, तदेव आकारस्य लोपः नाम अजादि। सामान्यसूत्रमस्ति, औत्तरसूत्रमस्ति, सामान्य अस्ति नाम आकार अजादिप्रत्ययः अस्ति अथवा अजादि कित्तिप्रत्ययः अस्ति अपि च भूसंज्ञकधातुः अस्ति नाम दाधातु धाधातु, तत्र आकारस्य लोपः भवति। फलादि अघूधातुः अस्ति चेत् फलादिप्रत्ययः अथवा अघूधातुः अस्ति चेत् आकारस्य ईत्वं भवति। अस्तु तदनन्तरम् अग्रिमसूत्रं किमस्ति? इद्दरिद्रस्य इद्दरिद्रसूत्रं किं वदति? दरिद्र इति इत् भवति दरिद्रस्य इत्य हलि सर् तत् आकारस्य हलि परे ईत् भवति, न तु ईत् इति, न तु ईत् ह्रस्व भवति। दरिद्रधातु अस्ति सः अपि आकारान्त अस्ति अपि च अभ्यस्त अपि अस्ति। केन सूत्रेण अभ्यस्त अस्ति? महोदय किमस्ति यक्षित्यादयः षट् इति सूत्रम् किं दरिद्रधातुः जक्षित्यादयः षट् इति सूत्रेण अभ्यस्तः अस्ति आकारान्तमपि अस्ति तर्हि सामान्यतया फलादि किप्तिसावधुकप्रत्ययपरे दीर्घ इकारः भवेत् परन्तु सूत्रं वदति दरिद्रधातुः अस्ति चेत् ह्रस्व इकारः भवति इति दरिद्रस्य अग्रे अग्रे सूत्रं किमस्ति तत् किं वदति सूत्रं भियोनतरस्यां अत्र अत्र ह्रस्व इकारादेश भवति कित्नित् प्रत्ययपरे हलादि कित्नित् प्रत्ययपरे आकार क्षम्यतां क्षम्यतां महोदय भियोनतरस्याम् इति अङ्गस्य हलि कित्नित् प्रत्ययपरे ह्रस्व इकारादेश भवति विकल्पेन इति अस्ति कस्य कृते धातुक भीधातो एव तर्हि बि धातुः अस्ति खलु बिभि इति अङ्गं भवति भवत्यादिकं तर्हि तस्मात् अनन्तरं यदि हलादि कीर्तिसावधुकप्रत्ययः अस्ति चेत् विकल्पेन ह्रस्व इकारः भवति नो चेत् दीर्घ दीर्घ इकारः एव तिष्ठति अतः बिभितः बिभितः इति अस्माभिः दृष्टं खलु अग्रे अग्रिमसूत्रं जहातेश्च जहातेश्च सूत्रं किं वदति अत्र आकारस्य ईत्वं ह्रस्व इकारः भवति हलादि कित् नित् प्रत्यये परे विकल्पेन अस्ति अतः अत्र केन सूत्रेण जः तत्र हा धातु किमस्ति अत्र ओ ओह ओहक् ओहक् ओहक् प्रायः तर्हि ओहाक् इति आकारान्त अभ्यस्तधातुः अस्ति जः इति अङ्गं भवति तस्य वस्तुतः इकार दीर्घ इकारः भवेत् इहल्यः इति सूत्रेण परन्तु जहातेश्च इति सूत्रं वदति तस्य जहातेश्च इति सूत्रेण हा इति अस्ति चेत् तस्य जहा इति अङ्गम् अस्ति अपि च धातुः अस्ति अपि च तस्य अनन्तरं हलादिकिसावधकप्रत्ययः अस्ति चेत् विकल्पेन इत्वं भवति ह्रस्व इत्वं भवति तर्हि एकस्मिन् पक्षे ह्रस्व इकारः अन्यस्मिन् पक्षे किम् तदेव जहीतः जहीतः जहीतः जहीतः तदपि अस्माभिः पठितं खलु जहीतः जहीतः एकस्मिन् पक्षे ईहल्यगौ इति सूत्रेण दीर्घ इकारः अन्यस्मिन् पक्षे ह्रस्व इकारः अस्तु अग्रे किमस्ति आचहौ किं वदति दत् तदपि हीत् परे तत्र विकल्पेन इकारः अथवा अकारः भवति इति ओहाक् इत्यस्य एव अतः इति अस्ति तस्य हि प्रत्ययपरे आकारः अपि भवति अतः रूपत्रयं भवति खलु जहाहि जहिः जहिः आमां जहाहि जहीः जहिः इति रूपं द्वयम् अग्रे किम् लोपोयि किं वदति किन्ना महोदय जहाते अङ्गस्य लोपः कदा विदिलिङ्ग् विदिलिङ्ग् ईका यात् भवति चेत् यकारादिप्रत्ययपरे अस्ति चेत् आकारः लोपः जह् यात् जह्यात् सत्यम् अस्तु जह्यात् तर्हि इदं यत् प्रकरणमस्ति तत्र सर्वत्र आकारान्त अङ्गस्य कृते विशेषकार्याणि कानि कानि सन्ति इति लिखितानि सन्ति एतद्विहाय सर्वत्र केवलं वर्णमेलनं भवति आकारान्तमङ्गमस्ति अस्तु इदानीम् इकारान्तमङ्गम् इकारान्तमङ्गं कृते अस्मिन् करपत्रे लिखितमस्ति परन्तु एकवारं वयम् एव चिन्तयामः तर्हि इकारान्तम् अङ्गम् अस्ति चेत् सर्वप्रथमं किम् अस्ति सामान्यसूत्रम् इकारान्तम् अङ्गं तस्य अनन्तरम् अजादिप्रत्ययः अस्ति तर्हि सर्वसामान्यं किम् अस्ति सर्वसामान्यम् इकोयणचि प्रबाध्य सर्वसाम इकोयणचि प्रबाध्य किं कार्यं करोति तर्हि अचिष्णु धातु ध्रुवां युवोर्य उवङ्गौ इति सूत्रेण इकारान्तम् अङ्गं तदनन्तरम् अजादिप्रत्ययः अस्ति चेत् किं भवति इकारस्य स्थाने इति आदेशः इति भवति तत्रैव यत्र गुणः न भवति गुणः भवति चेत् तत्र तु गुणकार्यं भवति परन्तु अत्र अपि गुणः न भवति तदनन्तरम् अस्माभिः अग्रे पठितं यत् अचिष् धातुभ्रुवां युवर्यमुवङ्गौ तस्य अपि अपवादद्वयमस्ति अपवादद्वयमस्ति प्रथमं किमस्ति असंयोगपूर्वस्य चेत् इनोयन् किं वदति विजया महोदय अचुवर्णकपरः अस्ति चेत् इकारस्य स्थाने यकारः आदेशः भवति नाम इयङ् न भवति अपि तु यकारः भवति इनोयण् एकः अपवादः अस्ति अन्यः अपवादः कः अस्ति असंयोगपूर्वस्य अस्ति चेत् तर्हि अनेकाच इकारान्त अङ्गम् अस्ति अपि च इकारात् पूर्वम् असंयोगवर्णः अस्ति तत्र अपि इयङ् न भवति अपि तु यण् भवति तर्हि अस्माभिः पठितं खलु बिभि बिभि इति इकारान्तम् तर्हि इकारान्तम् अङ्गमस्ति बिभि अस्ति अनेकाच् अस्ति असंयोगपूर्वमपि अस्ति तर्हि बिभियोगः अपि बिभ्यति इति भवति इकारान्तम् इयङ् न भवति परन्तु संयोगपूर्वम् अस्ति चेत् किं भवति तत्र इयङ् इयङ् उवङ्ग् इति तादृशं भवति आप्नुवन्ति चिन्वन्ति अत्र न न महोदय इकारान्तम् अङ्गं प्रश्नः अस्ति तर्हि यथा जिव्रि जिव्रि इति अङ्गमस्ति खलु उद्घोष्यति गणे तत्र संयोगपूर्व अस्ति अतः इयङ् इयङ् आदेशिष्णु भव तर्हि इदमस्ति इकारान्त अङ्गानां कृते उकारान्तं कृते अपि तथैव अस्ति उकारान्तं कृते सर्वसामान्यं किम् अस्ति सर्वसामान्यं यण् यण् सन्धि सर्व यण् सन्धि तत्प्रमाणम् अचिष्णु धातुभ्रुवाङ्ग् इयङ् वङ्गौ तर्हि धातुभ्रुवाम् अस्ति चेत् उवङ्ग् भवति तस्य शुभं किं भवति कुत्र कदा निमित्तं किं हु इति अङ्गस्य हु अपि च स्नु प्रत्यय केन कीदृश स्नु प्रत्ययान्तम् तर्हि अनेका च असंयोगपूर्व हु अथवा श्रु प्रत्ययान्तम् अस्ति चेत् उकारस्य स्थाने उवङ्ग् भव उकारः भवति यण् भवति तर्हि चिनुमध्ये चिनुवत् चिन्वन्त् इति भवति परन्तु शक्नुमध्ये संयोगपूर्वः अस्ति अतः शक्नुवन्ति चिनुमध्ये असंयोगपूर्वः अस्ति अतः चिन्वन्ति तर्हि इति अस्ति उकारान्तम् अङ्गं कृते. अग्रे अग्रे अस्ति अग्रे अस्ति एकमस्ति उतच्च प्रत्यय संयोगपूर्वस्य. हा तत्तु भिन्नमस्ति. उष्णुवोः इति अस्ति सर्वसामान्यं. तद्भवति. इदानीं ऋकारान्तम् यत्र गुणः भवति तत्र अर् भवति, यत्र गुणः न भवति तत्र किं भवति? ह्रस्वरिकारान्तमङ्गम् रिङ्ग् रिङ्ग् यङ्ग् लिङ्क्षु कार्यं करोति. लिङ्क्षु भवति तस्य निमित्तं किम्? शक् शप् प्रत्ययप्रत्यव रिङ्ग् उगादिगणे उगादिगणे अस्माभिः रिङ्ग् ष यत् लिङ्क्षु नाम ष उगादिगणस्य ष ऋकारस्य स्थाने रिङ्ग् भवति. रिङ्ग् श प्रत्ययपरे अपि च यक् तत्र यक् इत्युक्ते किं? कर्मणि भावे प्रयोगे अथवा लिङ्ग् लिङ्ग् मध्ये अपि अस्ति. तत्र अग्रे वयं पश्यामः यङ् तत्र लिङ्ग् इत्युक्ते आशीर्लिङ्गि अस्ति तत्र इदानीं तत्र सार्वादौ प्रकरणम् अस्तु. तद्विहाय किं भवति? ऋकारान्त धातुः अस्ति ह्रस्वऋकारान्त, तस्य अनन्तरम् अच् प्रत्ययः अस्ति चेत् सामान्यतया किं भवति? सामान्यतया इको एनसि इति भवति. अनन्तरं जुसि च इति कार्यं करोति. तत्तु भिन्नम्. अनन्तरं दीर्घऋकारान्त धातु दीर्घऋकारान्त दीर्घरिकारान्त अस्ति चेत् किं भवति? गुणः न भवति चेत् इदानीमपि अस्ति इदानीमेव अस्माभिः दृष्टं ऋत ऋत ईद् धातोः इति सूत्रं किं किं वदति? अत्र एतत् ऋकारः दीर्घऋकारः अस्ति चेत् एतत् अङ्गस्य अन्तिमवर्णस्य रत्न इकारः आदेशः भवति. सत्यं ह्रस्वइकारः भवति. तदनन्तरं तस्य उरण् रपरः इति सूत्रेण इर्. तदनन्तरं तस्य हलि च इति सूत्रम् अस्ति चेत् दीर्घ इकारः भवति. तदनन्तरं परन्तु तस्य उपधायां च तत्तु अस्ति उपधा भिन्न अन्ते अस्ति तत्र एकः अपवादः अस्ति इदानीम् एव अस्माभिः पठितम् उदोश्चप्य इति सूत्रेण उकारस्य स्थाने ऋकारस्थाने उकारः कारः भवति. तदनन्तरं उरन् अस्तु सर्वे आगच्छन्ति वा? तर्हि एतादृशकार्याणि सर्वदा मनसि भवेयुः. एतादृशानि कार्याणि सर्वदा मनसि भवेयुः. तत्र समग्रचिन्तनं सदा मनसि भवेयुः. ओ भवे भवेत् ओ अङ्गम् अदन्तम् अस्ति चेत् कानि कानि कार्याणि अङ्गकार्याणि भवितुं शक्नुवन्ति? अङ्गम् आकारान्तम् अस्ति चेत् इकारान्तम् अस्ति चेत् उकारान्तम् अस्ति चेत् ऋकारान्तम् अस्ति चेत् ऋकारान्तम् अस्ति चेत् सर्वाणि कार्याणि इदं झटिति मनसि तत्र आगच्छेयुः. तदेव तत्र नूतन तदेव वयं सम्यक् रूपाणि कर्तुं शक्नुमः. नो चेत् सर्वदा ओ तत्र किमस्ति किमस्ति न स्मरामि न स्मरामि इति भवति चेत् वयं किमपि कर्तुं न शक्नुमः. सर्वदा पुनः पुनः अभ्यासं करोतु, सर्वदा चिन्तयतु. तदेव वयम् अग्रे तथैव अस्माकं तत्र किं प्रगतिः भवति. न तु किं भवति अग्रे अग्रे वयं गच्छामः, परन्तु तत्र पूर्वमपि यत् अस्माभिः यदपि कृतं तद् वयं सर्वे विस्मरामः. तत्तु न करणीयं खलु. अस्तु तर्हि इदानीम् एकवारम् इदं करपत्रं सर्वे गृहपाठरूपेण पठन्तु। अत्र तत्र नूतनं किमपि नास्ति, वयं सर्वे जानीमः नूतनं किमपि नास्ति। अत्र गृह तत्र करपत्रं पठतु। तत्र अग्रिमरविवासरे वयं तत् करपत्रं पठामः, तदनन्तरम् अस्माकं मुख्यविषयः आरप्स्यते। किं भवति? हल्सन्धिकार्यम्। इदानीम् अस्माकम् अजन्तधातोः अजन्तधातवः समापयन्ति। तदनन्तरं हलन्तधातुः सन्ति, धातुः हलन्त् अस्ति, अतः तत्र हल्सन्धेः प्रसङ्गः आगच्छति। हल्सन्धेः प्रसङ्गः आगच्छति, अतः तत्र हल्सन्धेः नियमाः तत्र ज्ञातव्या। तद् वयम् अग्रे कुर्मः। इदानीं करपत्रं सर्वे करपत्रं पठन्तु, अग्रिमरविवासरे वयं रक्षामः। अस्तु, कश्चन प्रश्नः अस्ति वा? धन्यवादः महोदय।